सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावदीतमस्तु मा विद्विषावहै। ॐ शान्तिश्शान्तिश्शान्तिः। शुभभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेषां स्वागतम् अस्माकं वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां विभक्तिरूपाणि। तत्र गतवर्गे तत्र स्त्रीलिङ्गहलन्तपदानां परिचयं जातं, परिचयः जातः। तस्य पूर्वं पुल्लिङ्गशब्दानामपि परिचयः कृतवन्तः, परिचयं कृतवन्तः वयम्। इदानीं तत्र अग्रे गच्छामः। गीतासोपाने एव तत्र मया प्रेषितं तत्र पुटसङ्ख्या तत्र किं प्रायशः 13 आरभ्य गीतासोपने द्वितीयभागे तत्र लक्ष्मी भगिनी प्राप्तवती खलु, ललिता भगिनी प्राप्तवती खलु। अस्तु, प्राप्तवती। एक हलन्तशब्दानां रूपाणि पीडीएफ अरविन्दमहोदयस्य अपि प्राप्तवती। अस्तु, स्वरूप महोदयस्य एकं तत्र कोष्टकं हलन्तशब्दानां पुल्लिङ्गरूपाणि इति तत्र वणिक्यते आरभ्य, अपि अहं वर्षं निगृह्णामि इति तदपि अस्ति। अस्तु, समीचीनम्। अस्तु, अहं वर्षं निगृह्णामि तत्र हैलैट् मध्ये अस्ति भगिनि, वाक्यम् एकं हैलैट् मध्ये आसीत् ईमेल् मध्ये। तत्र लिंक वी विल यूज दिस फाइल ड्यूरिंग द मी क्लास। तत् गीतासोपने द्वितीय भागे त्रयोदश पुट ततः आरभ्य प्रायशः पञ्च षट् पुटानि सन्ति तत्र। अस्तु, अतः तत्र अस्माकं मूलविषयः इदानीं तत्र हलन्तशब्दानाम् अस्ति। अतः किञ्चित् आरम्भे किञ्चित् तत्र तस्य अभ्यासं कुर्मः। तत्र स्वरूपमहोदयस्य यत् करपत्रमस्ति तत्र वणिच्यति चकारान्तपदस्य, तत् तत्र तद् एकवारं तत्र तद् किञ्चित् तत् करपत्रं किञ्चित् पठित्वा अत्र गीतासोपानस्य स्थाने आगच्छामः। अस्तु, तर्हि तत्र गीताञ्जलि भगिनी तत्र वणिज् शब्दस्य रूपाणि एकवारं पठति वा भगिनि, स्वरूपमहोदयस्य करपत्रे हलन्तशब्दानाम् इति करपत्रमस्ति। आम् आं महोदय, एकनिमिष महोदय। तत्र ईमेल् मध्ये एव अस्ति भगिनि, क्लिक् तत्र लिंक् द्वयम् अस्ति। आम् हा, वणिक् लिंक् तु लिंक् अस्तु भगिनि, तत्र तत्र अन्वेषणं करोतु, अन्य कोऽपि पठति, तदनन्तरं भवती पठतु। अहं पठामि महोदय। अस्तु, सूर्यकुमारी भगिनी पठतु भगिनि। शुभदा भगिनी, नमस्कारः। नमस्कारः महोदय। तत्र लिंक् द्वयम् अस्ति प्राप्तं खलु भगिनि। अस्तु अस्तु, सूर्यकुमारी भगिनी पठतु भगिनि। वणिज्यते जकारान्तः पुल्लिङ्गः वणिज् शब्दः। वणिज् वणिज् शब्दः वणिज् जकारान्तः वणिज् अथवा वणिक् वणितौ वणिज्यः वणिज्यं वणितौ वणिजा वणिज्यां वणिभिः वणिके वणिज्यां वणिज्यः वणिज्यः वणिज्यां वणिभ्यः वणितः वणितेषु वणितां वणिः वणितोः वणिक्षु वणिक्षु। समीचीनं भगिनि। वणिकं वणिक् सम्बोधनं, धन्यवादः भगिनि। अस्तु, अग्रे ललिता भगिनी तत्र सुहृद् इति अस्ति, तद् एकवारं पठति वा। सुहृद् सुहृदौ सुहृदः, सुहृदं, सुहृदौ, सुहृदः, सुहृदा, सुहृद्भ्यां, सुहृद्भिः, सुहृदे, सुहृद्भ्यां, सुहृद्भ्यः, सुहृदः, सुहृद्भ्यां, सुहृद्भ्यः, सुहृदः, सुहृदोः, सुहृदां, सुहृद्भिः, नो नो, सुहृदि, सुहृदि, सुहृदोः, सुहृत्सु. अत्र सुहृदः इति तत्र कति वारम् आगच्छति भगिनि? तत्र हा त्रिवारम् आगच्छति, हा त्रिवारं तत्र सुहृदः, सुहृदः पञ्चवारं, एक प्रथमा विभक्ति बहुवचने, पञ्चमी विभक्ति एकवचने, षष्ठी विभक्ति एकवचने, अण्ड् द्वितीया विभक्ति अपि बहुवचने. अस्तु, प्रथमा विभक्ति बहुवचने, द्वितीया विभक्ति बहुवचने, पञ्चमी षष्ठी एकवचने, हा तावदेव खलु. अतः चतुर्वारम्. अस्तु, अतः तत्र सुहृदा इति भवति चेत् किं करणीयं? तत्र विभक्ति कथं जानीमः? विभक्तिं सुहृदः बहुवचन, बहुवचने प्रथमा विभक्ति बहुवचने एव प्रातिपदिकं. न भगिनि, वाक्ये वाक्ये वाक्ये सुहृदः इति पश्यामः. अतः किं चिन्तनं भवति तस्मिन् समये? तत्र सुहृदा इति वाक्यस्य सम्बन्धं, हा सम्बन्धं तत्र सन्दर्भदृष्ट्या, सन्दर्भ अनुसार, हा तत्र प्रथमतया किं कर्तुं सुलभं भवति? तत्र पदस्य किं क्रिया, क्रियापदं दृष्ट्वा. अस्तु, तत्र किं, किन्तु तत्र विभक्तिं, विभक्तेः अन्वेषणार्थं तत्र प्रथमतया तत्र विभक्ति का इति भवति वा, अथवा तस्य पूर्वं, विभक्तेः उत्तरस्य पूर्वं यदि अन्यं विषयं जानीमश्चेत् सुलभं भवति वा? यदि कर्तृपदम् अस्ति चेत्, अथवा कर्मपदम् अस्ति चेत् तद् दृष्ट्वा वक्तुं शक्नुमः. नो चेत् तत्र अन्यत् अन्यविषयकः तत्र वचनं दृष्ट्वा, हा वचनं दृष्ट्वा यदि बहुवचनमस्ति चेत् प्रथमा द्वितीया भवेत्, बहुवचनम् अस्ति चेत् एकवचने अस्ति चेत्, एकवचने अस्ति चेत् प्रथमा अथवा पञ्चमी, पञ्चमी अथवा पञ्चमी अथवा षष्ठी, तावदेव, षष्ठी तावदेव. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे नरेश् महोदय, इदानीं मरुत् इति तस्य रूपाणि पठति वा महोदय? आं महोदय, मरुत् तकारान्तशब्द मरुत्, मरुतौ, मरुतः, मरुतं, मरुतौ, मरुतः, मरुता, मरुद्भ्यां, मरुद्भिः, मरुते, मरुद्भ्यां, मरुद्भ्यः, मरुतः, मरुद्भ्यां, मरुद्भ्यः, मरुतः, मरुतोः, मरुतां, मरुते, मरुतोः, मरुत्तु. समीचीनं महोदय. अत्रापि तत्र मरुतः इति तत्र प्रथमा द्वितीया मध्ये भवति, पुनः बहुवचने पञ्चमा षष्ठी एकवचने, एकवचने इति भवति. अपि तत्र तत्र पश्यतु, तत्र तकारान्तपदम् अस्ति, किन्तु तत्र मध्ये मध्ये धकारान्त अपि आगच्छति खलु? तत्र मरुत् इति अस्ति, अतः अन्ते तकारः अस्ति मरुत् इति, किन्तु तत्र कुत्र कुत्र आगच्छति तत्र दकारः, तकारः? चतुर्थी पञ्चमी द्वितीय, तृतीया चतुर्थी पञ्चमी द्वितीयविभक्तौ अपि द्विवचने अपि बहुवचने, अपि तावदेव प्रायशः तावदेव हा अस्तु हा तदपि द्रष्टुं सन्धिकार्यं सत्यं सत्यं भगिनि हा सत्यं सत्यं भगिनि हा किन्तु तत्र किं किं परिवर्तनम् इति किमपि पेटर्न् इति तत्र किञ्चित् दृष्ट्वा अन्यानि रूपाणि अपि दृष्ट्वा पेटर्न् किम् अस्ति इति तस्य निर्णयं कुर्मः किञ्चित् अस्तु इदानीं गीताञ्जलि भगिनी पठति वा अग्रे अस्तु भगिनि तत्र भवान् इति शब्दं शब्दस्य रूपाणि पठति वा सकारान्तः भवत् भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत् तत्रापि तत्र दकारः दकारान्तस्थाने दकारः तत्र कुत्र कुत्र आगच्छति भगिनि तत्र तृतीय चतुर्थ पञ्चमी द्विवचने अपि च बहुवचने बहुवचने तावदेव समीचीनं भगिनि हा अस्तु इदानीं तत्र एतत् आत्मन् अपि कुर्मः तदनन्तरं तत्र हा तद् तावत् कुर्मः आत्मा अपि कुर्मः अद्य अस्तु तत्र लक्ष्मी भगिनी आत्मा इति पदस्य आत्मन् इति नकारान्तपदस्य रूपाणि पठति वा भगिनि आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः आत्माना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु समीचीनं भगिनि हा अस्तु अतः तत्रापि तत्र अत्र तकारान्तपद पदस्य स्थाने किम् अभवत् तत्र तकारः मध्ये मध्ये दकारान्तं दकारः अभवत् किन्तु अत्र किं भवति भगिनि किमपि वक्तुम् इच्छति वा तत्र विभक्तिरूपाणि दृष्ट्वा आत्मनः एक प्रथमविभक्ति द्वितीयविभक्ति समानमेव बहुवचने तत्र तत्र प्रायशः अन्यत्र अपि समानं द्वितीय तत्र किम् उक्तवती भगिनि द्विवचने खलु षष्ठी षष्ठी अपि पञ्चमी षष्ठी बहुवचने आत्मनः आत्मनः सत्यं द्विवचने समानमस्ति किन्तु सर्वत्र द्विवचने समानमेव अस्ति खलु तत्र एतावत् तत्र वणिजौ वणिजौ सुहृदौ सुहृदौ मरुतौ मरुतौ भवन्तौ भवन्तौ आत्मानौ आत्मानौ किन्तु बहुवचने आत्मानः इति प्रथमविभक्तौ आत्मनः इति द्वितीयविभक्तौ अपि अन्यत् किं किमपि वक्तुम् इच्छति वा लक्ष्मी भगिनि तत्र आत्मनः पञ्चमी षष्टि एकवचने आत्मनः आत्मनः अपि तत्र प्रथमाविभक्ति न द्वितीयाविभक्ति बहुवचने आत्मनः अतः त्रिवारम् आगच्छति आत्मनः अत्र पूर्वं तत्र मरुतः इति तत्र तत्तु मरुतः मरुतः इति प्रथमाविभक्तो द्वितीयविभक्तो अपि पञ्चमी षष्टि मध्ये आसीत् किन्तु अत्र आत्मनः इति केवलं त्रिवारम् आगच्छति अत्र अपि तत्र आत्मन् इति नकारान्तपदम् अस्ति सर्वत्र नकारान्त दृश्यते वा नकारः दृश्यते वा तृतीया चतुर्थी पञ्चमी द्विवचने अपि च बहुवचने नकारस्य लोपः भवति नकारः तत्र नास्ति अपि नास्ति सप्तमी विभक्तौ बहुवचने तत्रापि नकारः नास्ति तत्रापि नास्ति समीचीनं भगिनि हा शुभद भगिनि एतदस्ति महोदय सर्वत्र हलन्तशब्देषु द्वितीयविभक्ति बहुवचन अपि च पञ्चमी षष्टि एकवचने सर्वदा समानमेव भवति स्थलेषु बहुवचन प्रथमाविभक्ति बहुवचनस्यापि भवति इति सत्यं महोदय सर्वत्र भवति सर्वत्र सर्वत्र सर्वत्र तत्र सत्यं महोदय, तत्र किमस्ति, तत्र आधिक्येन न वक्तुम् इच्छामि यतः एषः विषयः तु व्याकरणवर्गस्य विषयः अस्ति, किन्तु स्थूलरूपेण किञ्चित् वक्तव्यम् अस्ति इति कृत्वा, तत्र किम् अस्ति, तत्र विभक्ति यदा कुर्मः तत्र किं भवति, प्रातिपदिकस्य प्रत्ययेन योजनं कृत्वा वयं विभक्तिरूपाणि कुर्मः, तत्र विभक्तेः प्रत्यया आवली कोऽपि स्मरति वा, तत्र सु औ झस् इति कः वक्तुमिच्छति, पूर्णं वदतु भगिनि, सु औ झस् सर्वं अत्र किमपि न वक्तव्यं, केवलं सूतः सुप् पर्यन्तं ताभ्यां बिस् नेभ्यां व्यस् नेभ्यां व्यस् न्यसिभ्यां व्यस् नस् ओस् आम् नि ओस् सुप् इति सुप् तत्र किं भवति इत् संज्ञा तत् तत् कृत्वा किं भवति एतत् इस् औ अह अम् औ अह आभ्यां भिः एभ्यां व्यः अहभ्यां व्यः अह ओहो आम् इ ओहो सु इति भवति तत्र अतः तत्र किं भवति तत्र द्वितीया विभक्ति बहुवचने अह इति अस्ति अपि भ्यस् आम् तत्र भ्यस् न पञ्चमी अपि षष्ठी मध्ये अपि अह एव भवति अतः तत्र रूपसामान्यं भवति भवतः भवतः भवतः अत्र पश्यतु तत्र तत्र किं तत्र भवान् शब्दः प्रायशः मास्तु तत्र तत्र आत्मनिति स्वीकुर्मः तत्र तृतीयविभक्तौ अत्र प्रत्ययः अस्ति आ इति एकवचने तृतीय एकवचने विभक्ति एकवचने आ इति अस्ति तत्र नकार आत्मा आत्मन् योगः आकारः आत्मना तदनन्तरं चतुर्थी विभक्ति मध्ये एकारः अस्ति अतः आत्मने तदनन्तरं पञ्चमी षष्ठी मध्ये आत्मन् योगः अह आत्मनः आत्मनः इति अस्ति अतः तत्र लोपः कुत्र भवति इत्युक्ते तत्र प्रत्यये तत्र यत्र हल् अस्ति तत्र व्यञ्जनमस्ति आदौ सर्वदा वयम् अस्माकं चिन्तनम् एतावत् किम् अस्ति तत्र अन्तिमवर्णः कः अन्तिमवर्णः कः इति अस्ति किन्तु इदानीं तत्र प्रत्ययस्य आदि तत्र आदिवर्णः कः इति इदानीम् अस्माकं चिन्तनमस्ति तत्र भ्यां भ्यां भ्यां बिः भ्यः भ्यः इति अस्ति तत्रापि इस् इति प्रथमाविभक्तौ एकवचने अपि सप्तमीविभक्ति बहुवचने सु इति अस्ति तत्र हल् वर्णाः सन्ति अतः केवलम् अष्टस्थलेषु तत्र कति विभक्तिरूपाणि सन्ति प्रातिपदिकस्य एकविंशति किन्तु एकविंशतिरूपाणि तेषु केवलम् अष्टस्थलेषु रूपपरिवर्तनं भवितुम् अर्हति अतः तावत् तत्र सावधानम् अस्ति चेत् बहु सुलभं भवति अतः तत्र कुत्र कुत्र अस्ति प्रथमाविभक्ति एकवचने तदनन्तरं तृतीया चतुर्थी पञ्चमी तत्र द्विवचने बहुवचने अतः तत्र षट् एक प्रथमविभक्ति एकवचने तत् सप्त अपि सप्तमीविभक्ति बहुवचने तावदेव अतः तत्र तत्र एव परिवर्तनं भवति यतः तत्र आत्मन् इति शब्दस्य तत्र एव लोपः भवति तत्र आत्मा इति अस्ति आत्मभ्याम् आत्मभिः आत्मभ्याम् आत्मभ्यः आत्मभ्याम् आत्मभ्यः तदनन्तरम् आत्मसु तावदेव एतद् पाठन् सर्वत्र अस्ति तत् द्रष्टव्यम् अपि स्मर्तव्यं तत्र सौलभ्यं भवति. अपि तादृशी परिस्थितिः अपि कुत्र भवति इत्युक्ते तत्र वणिच् शब्दः तत्र पश्यामः. तत्र जकारान्तपदम् अस्ति, किन्तु कुत्र जकारः न दृश्यते वणिच् शब्दस्य विभक्तिरूपेषु? प्रथमाविभक्ति एकवचने, तदनन्तरं तत्र जकारः किं भवति? तत्र गकारः भवति. वणिक् इति अस्ति. हा, तत्र प्रथमविभक्तौ वणिक्, तदनन्तरम् अन्यत्र कुत्र परिवर्तनं भवति जकारस्य? गकारः भवति. तत्र द्विवचने बहुवचने तृतीया चतुर्थी पञ्चमी. अपि सप्तमीविभक्ति बहुवचने किं भवति? तत् ककारः भूत्वा तत्र वणिक्षु इति भवति. अपि तत्र सुहृत् तत्र सुहृत्सु इति भवति. तत्र केवलं तद् सा अन्यत् परिवर्तनं किमपि नास्ति इति मन्ये. तत्र दकारः तकारः भवति, सुहृत्सु इति भवति. अपि मरुत्सु हा इति तावदेव. अपि मरुत् शब्दस्य तकारः दकारः भवति. केवलं तत्र एव तृतीया चतुर्थी पञ्चमी तत्र एव परिवर्तनम् अस्ति. अतः अष्टस्थलेषु सावधानम् अस्ति चेत् बहु लाभः अस्ति. अतः तत्र कण्ठस्थीकरणं किञ्चित् भवति चेत् बहु लाभः अस्ति, सौकर्यं भवति. अतः अग्रिमवर्गे अपि तत्र एतत् वारं वारं तत्र अभ्यासं कुर्मः. एकवर्गे तत्र वणिक् शब्दं स्वीकृत्य तस्य अभ्यासं कुर्मः, तदनन्तरं सुहृद् इति तत्र कण्ठस्थीकरणं कुर्मश्चेत् लाभः अस्ति इति कृत्वा. अस्तु तर्हि इदानीं तत्र अग्रे गच्छामः. तत्र इदानीं तत्र पुटसङ्ख्या त्रयोदश, तत्र त्रयोदशपुटे गीतासोपाने तत्र गच्छामः. इदानीं तत्र कः आरम्भं करोति? तत्र नरेश महोदय आरम्भं करोति वा? कामाक्षी भगिनी नमस्कारः. नमस्कारः भगिनी. तत्र करपत्रं प्राप्तवती वा भगिनी? करपत्रद्वयम् आसीत्. अस्तु, इदानीं गीतासोपने द्वितीयभागे पुटसङ्ख्या 13. श्रीनिवास महोदय नमस्कारः. अन्य कोऽपि नूतनतया अस्ति वा अत्र? श्रीनिवास एव. अस्तु, तत्र सङ्ख्या दृष्ट्वा अहम् ऊहा कृतवान् महोदय, किन्तु अस्तु, 614 इति भवतः. अस्तु अस्तु महोदय, नमस्कारः, स्वागतम्. तत्र करपत्रम् अस्ति खलु महोदय, करपत्रद्वयम्? अस्तु अस्तु, नरेश महोदय आरम्भं करोति वा महोदय तत्र? अहं वक्षं निगृह्णामि. एतम् उत्पाठम् उच्चैः पठत अवगच्छत च. हलन्तस्त्रीलिङ्ग नपुंसकलिङ्ग शब्दाः प्रथमा विभक्तिः. ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति. आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति. तदा कृषकाणां मनांसि संहृष्टानि भवन्ति. यदा वृष्टिः भवति तदा भगवतः आशिषः एव जलबिन्दवः भुवि निपतन्ति. वियति तडितः प्रकाशन्ते. मेघाः नितरां गर्जन्ति. तावत् पर्यन्तं धन्यवादः महोदय, धन्यवादः. अस्तु, अग्रे शुभदा भगिनी, अग्रे. आम् महोदय, दिक्षु इति आरभ्य. दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैक वेद्यं भवति. तदा मयूराः केकारवं कुर्वन्तः मुदा नृत्यन्ति. सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति. बालाः वृष्टिजले महता उत्साहेन क्रीडारताः भवन्ति. यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां चक्षूंषि प्रकाशितानि भवन्ति. मनांसि च हर्षेण प्रफुल्लानि भवन्ति. कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति. क्रमेण सस्य सम्पद् वर्धते. हा धन्यवादः भगिनि, धन्यवादः. अग्रे कामाक्षी भगिनी पठति वा? आम् महोदय. परं यदा अतिवृष्टिः भवति तदा महती विपत् सञ्जायते. सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति. पशुपक्षिणः दगवः प्राणिनः च म्रियन्ते. एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति. तदा जलस्य अभावेन सरितः शिष्यन्ति, वृक्षाः विनश्यन्ति, कृषिकर्म असाध्यं भवति. कृषिं विना धान्योत्पत्तिः एव न भवति. प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशाम् अनुभवन्ति. क्रमेशः जीवनम् एव क्रमशः जीवनम् एव दुस्सहं भवति. हा धन्यवादः भगिनि. अस्तु श्रीनिवास महोदय अग्रे. हा महोदय. अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव. घनविपिन्नानाम् अनियन्त्रित नाशनेन पर्यावरणम् असन्तुलितं भवति. यन्त्रगारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति. पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति. क्षम्यतां महोदय. तेन समग्रमपि जगत् परिवर्तते. अतः पर्यावरणसंरक्षणे वयं बद्धाधराः भवेम. समीचीनं महोदय, धन्यवादः. अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः. तत्र रघुपतिमहोदय किञ्चित् आरम्भं करोति वा? आम् महोदय. ग्रीष्मकालस्य अनन्तरं वर्षकालः आगच्छति. ग्रीष्मकालात् अनन्तरं वर्षकालः. तत्र ग्रीष्म ऋतु तदनन्तरं तत्र वर्षऋतु. आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति. सूर्यम् आच्छाद्य इत्युक्ते सूर्यं कवर् कवर् सत्यं आवरणं कृत्वा मेघाः विहरन्ति, गच्छन्ति इतस्ततः. तत्र आकाशे अपि आच्छाद्य इति तत्र लेबन्त रूपं क्रियापदे तत्र उपसर्गः अस्ति. तदा कृषकाणां मनांसि संहृष्टानि भवन्ति. केषां कृषकाणां मनांसि संहृष्टानि भवन्ति. अतः भवन्ति इति मनांसि संहृष्टानि भवन्ति. मनांसि मनः किमस्ति तत्र? मनांसि तत्र एतत् एतावत् वयं न कृतवन्तः महोदय. तत्र किमर्थम् इत्युक्ते तत्र पूर्वं वयं हलन्तपदानां तत्र पुल्लिङ्ग पदानि दृष्टवन्तः, स्त्रीलिङ्गपदानि अपि दृष्टवन्तः तत्र अन्ये पुस्तके. किन्तु अत्र गीतासोपाने तत्र स्त्रीलिङ्ग अपि नपुंसकलिङ्गशब्दाः तेषां प्रथमविभक्तिरूपाणि दत्तानि सन्ति, अत्र दत्तमस्ति. अतः तत्र किन्तु भवान् जानाति खलु तत्र मनः मनसि मनः मनसि मनांसि, अत्र कर्तृपदमस्ति प्रथमविभक्तिरूपं, मनांसि भवन्ति संहृष्टानि भवन्ति, संहृष्टानि संहृष्टानि इति तत्र आनन्दम् अथवा सन्तोषः तत्र तत्र हृष्टम् इति तत्र कीदृशरूपं कृतम् इति कृतम् इति करोति कृतं, हर्षति हृष्टम् इति हृष्टम् इति नपुंसकलिङ्गे अस्ति अपि उत्तर्ग संहृष्टम् इति संहृष्टम् तत्र संयोग तत्र म इत्युक्ते किं तत्र सन्तोषः अनुभवन्ति इति तत्र अग्रे महोदय. यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति जलबिन्दवः निपतन्ति उत भुवि भुवि भूम्यां भूमौ निपतन्ति भूमौ कस्य वृष्टिः निपत् वृष्टिः भूमौ पतन्ति वृष्टिः भवति भवति जलबिन्दवः निपतन्ति जलबिन्दवः निपतन्ति तत्र जलबिन्दवः बहुवचने एकवचने बिन्दुः बिन्दवः बिन्दुः बिन्दु बिन्दवः अपि तत्र प्रायशः तत्र षष्ठी रूपं भवति मध्ये तत्र जलस्य बिन्दुः अथवा जलस्य बिन्दवः इति जलस्य बिन्दवः जलबिन्दवः अपि आशिषः इति तत् किम् अस्ति अत्र एतत् प्रायशः नूतन अस्ति तत्र आशी क्यो न न स्त्रीलिङ्गपदं तत् सत्यं महोदय तत्र आशिषः इति प्रथमविभक्ति बहुवचनरूपम् अस्ति आशिषः इति आशिषः अत्र पञ्चमी अपि षष्ठी न भवति यथा यतः तत्र आशिष इव निपतन्ति इति तत्र वयं जानीमः कर्तृपदम् अस्ति इति भगवतः आशिषः इव जलबिन्दवः निपतन्ति अतः आशिषः भगवते षष्ठीविभक्ति समीचीनं महोदय. अग्रे वियति तडितः प्रकाशन्ते आकाशे वियति इत्युक्ते तदपि तत्र वियत् इति तदपि हलन्तपदं वियत् वियत् इति तस्य सप्तमी वियति वियत् वियति वियन्ति इति दत्तमस्ति अग्रिम तत्र प्रायशः तद् पुल्लिङ्गपदम् अस्ति इति मन्ये महोदय तत्र नपुंसकलिङ्गमस्ति महोदय नपुंसकलिङ्ग वा वियत् इति वियत् वियति वियन्त नपुंसकलिङ्गे नपुंसकलिङ्गे सर्वत्र द्वितीये द्विवचने दीर्घ इकार भवत् श्रूयते इति तत्र आकाशे अथवा हेवन् इति यथा जगत् जगति सत्यं सत्यं महोदय नपुंसकलिङ्गतकारान्त सत्यं सत्यं महोदय तत्र वियत् तत्र आकाशः स्व हेवन् इति तत्र तदपि वक्तुं शक्नुमः सप्तमी भक्ति तडितः स्त्रीलिङ्गः अस्ति तडितः सत्यं महोदय तडितः इति स्त्रीलिङ्गे अस्ति तत्र वियत् इति तत् नपुंसकलिङ्गे अस्ति तत्र तडितः तत्र तडितः कथं जानीमः महोदय तत्र तत् नपुंसकलिङ्गे नास्ति इति तडितः एकवारम् एवं तत्र एतत् कुर्मः तत्र महोदय यत् भवान् उक्तवान् खलु तत्र वियत् इति तत्र जगत् अथवा वियत् तत्र तकारान्तपदम् अस्ति तस्य रूपं किम् अस्ति वियत् वियति वियन्ति इति अस्ति अपि तत्र इदानीं पश्यामः तत्र पूर्वं वयं कृतवन्तः तत्र मरुत् इति शब्दः इदानीमेव दृष्टवन्तः खलु तत्र मरुत् मरुतौ मरुतः इति प्रथमविभक्तिरूपम् अपि स्त्रीलिङ्गे वयं गतवर्गे अपि कृतवन्तः स्त्रीलिङ्गे सरित् इति शब्दस्य रूपाणि कोऽपि वदति वा सरितः समानमेव मरुत् अथवा सरित् समानमेव स्त्रीलिङ्गे पुल्लिङ्गे समानमेव किन्तु नपुंसकलिङ्गे भिन्नमस्ति तत्र जगत् जगति जगन्ति अतः अथवा वियत् तत्र वियत् इति अस्ति चेत् तदपि तत्र वियत् इति तत् अनपुंसकलिङ्गे अस्ति अतः वियत् वियति वियन्ति इति अतः तत्र तडितः इति अस्ति चेत् तत्र किं सरितः अथवा मरुतः इति तादृश एव अस्ति अतः तत्र जानीमः हलन्तपदमस्ति बहुवचने अस्ति अतः नपुंसकलिङ्गे नास्ति किन्तु प्रायशः न जानीमः न जानीमः तावदेव किन्तु समीचीनं महोदय अग्रे अस्तु मेघाः नितरां गर्जन्ति मेघाः गर्जन्ति बहु गर्जनं भव तेषां गर्जनं बहु बहु इति अर्थे सुतरां नितरां इति बहु गर्जन्ति दिक् इति अर्थम् दिक्षु विदिक्षु दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति दिक्षु विदिक्षु दिक्षु इति सप्तनिविभक्ति दिक् इति दिक् दिश एतदपि दिशः गतवर्गे वयं कृतवन्तः प्रथमविभक्तिरूपाणि किन्तु अत्र दिक्षु इति सप्तमीभक्ति बहुवचनरूपम् अस्ति बहुवचनमस्ति दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभव अनुभवैकवेद्य वेद्यं भवति अनुभव एकवेद्यं किम् एक तत्र अनुभवैकवेद्यं भवति तत्र तत्र उत्पन्नं प्रकम्पनं तत्र विभक्तिका महोदय तत्र प्रकम्पनम् उत्पन्नं प्रकम्पनं विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति प्रकम्पनं दिक्षु प्रकम्पनम् अत्र एकवचने अस्ति खलु उत्पन्नं प्रकम्पनं एकवचने एकवचने प्रथमविभक्ति एव भवति कीदृश प्रकम्पनं तत्र अनुभवैकवेद्यम् अनुभवेन ज्ञातव्यम् इति अनुभवेन एव ज्ञातव्यम् एव ज्ञातव्यं तत्र तत्र भेद्यम् इति तत्र ज्ञातव्यम् इति तत्र विद्धातोः वेद्यं तत्र वच् धातोः वाक्यम् अपि विद् धातोः वेद्यम् इति ज्ञातव्यम् इति तत्र अपि तद् अनुभवैकवेद्यं विदिक्षु दिक्षु विदिक्षु उत्पन्नं तत्सर्वं प्रकम्पनम् इति पदस्य विशेषणम् इति भवति कुत्र महोदय विदिक्षु इति कः अर्थः तत्र दिक्षु विदिक्षु this direction that direction in all directions iti tatra tatra itastatah iti yata asti kalu bhagini tadrusha tatra kevalam vidikshu iti na dikshu vidikshu iti tatra pradeshika bhashayam api tadrushani rupani santi iti from here and there iti tatra tadrusha arthe astu tada tada mayuraha kekaravam kurvantah मुदा नृत्यन्ति नृत्यन्ति कुर्वन्तः मुदा नृत्यन्ति मयूराः नृत्यन्ति केकारवं कुर्वन्तः कुर्वन्तः शस्त्रन्तरूपमस्ति मुदा मुदा इति अत्र मुदा नृत्यन्ति इति तस्य नर्तनस्य वा तृतीय मुदा केन कारणेन अथवा मुदा इत्युक्ते संसृष्टवान् मोदेन. हा तत्र अहं न जानामि किमर्थं तत्र स्थूलक्षरेण दत्तमस्ति इति तत्र खलु. तत्र स्थूलक्षरैः केवलं प्रथमाविभक्तिरूपाणि एव खलु. किन्तु तत्र यथा वयं दृष्टवन्तः तत्र विदिक्षु दिक्षु तत् सप्तमविभक्तौ अस्ति इति कृत्वा तत्र स्थूलक्षरेण न दत्तम् अस्ति, मुद्रणं न कृतम्. किन्तु मूधा इति अस्ति, मूधा इति प्रायशः तृतीयविभक्तिरूपमेव अस्ति. तृतीयविभक्ति आमां केन केन भावेन तत्र कुर्वन्तः इति, कुर्वन्तः इति सत्रन्तरूपं केकारं कुर्वन्तः नृत्यन्ति. केकारं कुर्वन्तः मयूराः नृत्यन्ति मुदा नृत्यन्ति. कुर्वन्तः इति किमर्थं तत्र किमर्थं कुर्वन्तः इति अस्ति? कुर्वन्तः कुर्वन्तः इति मयूराः मयूराः मयूराः इति पदस्य विशेषणं कुर्वन्तः केकारं कुर्वन्तः मयूराः इति. सरितः शत्रन्तपदं सत्यं भगिनि. बहुवचने पुल्लिङ्गे कुर्वन्तौ कुर्वन्तः इति मयूरः कुर्वन् मयूरौ कुर्वन्तौ मयूराः कुर्वन्तः कुर्वन्तः. सरितः सरांसि च नवाम्भसा पूर्णानि भवन्ति. पूर्णानि भवन्ति केन कया? नवाम्भस अम्बस् इति अम्बस् इति स्त्रीलिङ्गपदमस्ति वा महोदय? अम्बस् अम्बस् इति प्रायशः तत्र जलं जलम् इति जलमस्ति अस्ति तत्र नूतनजलम् इति नवाम्बस इति तृतीयविभक्ति नवाम्बस् आमां नवाम्बस पूर्णानि भवन्ति अम्बस् स्त्रीलिङ्ग चिन्तयामि न जानामि न तत्र एषः एव महोदय तत्र हलन्तशब्दानां एषः एव क्लेशः इत्युक्ते तत्र रूपाणि तत्र कण्ठस्थीकरणार्थं रूपाणि सुलभानि भवन्ति किन्तु तत्र लिङ्गं तत्र तस्मिन् विषये क्लेशः भवति यतः समानं भवति खलु. हा समानं ततः प्रायशः अम्बस द्रष्टव्यमस्ति तत्र अम्बस् इति तत्र किम् अस्ति इति. अपि तत्र सरितः इति तत्र सरितः स्त्रीलिङ्ग अस्ति सरांसि नपुंसकलिङ्ग अस्ति इदानीं जानीमः सरसि सरांसि इति तत्र तत्र सरित् अपि सर सरस् इति तत्र किञ्चित् भेदः अस्ति तत्र तत्र एकमस्ति तत्र सरितः इति प्रायशः तत् यत् न झरति अपि सरस् इति यत् झरति. वयमपि जलस्य विषये एव जलस्य राशि जलराशिः किन्तु एकः सरित् नदी वा सरित् इति नदी वा सरांसि इति सरोवर वा सरांसि इति सरोवर अस्ति खलु न तत्र तत्र लेक् पाण्ड् इति किमपि अस्ति. सरित् इति नदी भवति वा अथवा लेक् अस्ति वा सरांसि मम सम्यक् न स्मरामि यदि कोऽपि जानाति वदन्तु. तत्र सरोवर अतः सरोवर अस्ति न चलति. सरिता इत्युक्ते सरिता इति नदी अस्तु. अतः तत्र सरित् इति यत् चरति सरस् इति यत् न चरति अस्तु न चरति. अतः तत्र एकं च तस्य चरति अन्यत् न चरति. अपि तत्र अम्बस् इति महोदय तत्र प्रायशः तत्र नपुंसकलिङ्गे अस्ति इति महोदय अम्बस् इति अम्बः अम्ब अम्बसि अम्बांसि इति भवति प्रायशः बालाः अग्रे पठामि वा महोदय? अस्तु महोदय अस्तु महोदय. बालाः वृष्टिजले महता उत्साहेन क्रीडरताः भवन्ति क्रीडरताः भवन्ति क्रीडारता सोरि क्रीडारताः क्रीडारताः भवन्ति बालाः बालाः क्रीडारताः भवन्ति इति इत्युक्ते क्रीडामग्नाः क्रीडे मग्नाः क्रीडे मग्नाः भवन्ति. कुत्र वृष्टिजले महता उत्साहेन तत्र उत्साहेन महता उत्साहेन महत् महत् महता महता उत्साहेन तत्र महता इति तृतीयविभक्ति उत्साहेन इति महता उत्साहेन उत्साहेन इति उत्साहं प्रायश उत्साहः वा उत्साहं वा उत्साहः उत्साहः अहं चिन्तयामि अस्तु अतः महान् महान् उत्साहः तस्य तृतीयविभक्ति महता उत्साहेन इति समीचीनं महोदय धन्यवादः अग्रे अन्य कोऽपि पठतु अस्तु धन्यवादः महोदय ललिता भगिनी अग्रे पठति वा ललिता भगिनी यदा इति आरभ्य परं यदा परं यदा कम्पेयर् नो यदा आकाशे यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां चक्षूंषि प्रकाशितानि भवन्ति तत्र वाक्यस्य आकारः कीदृशः तत्र यदा तदा इति तादृशः वाक्यं तादृशं वाक्यम् अस्ति तत्र यदा अनन्तरं किम् अस्ति आकाशे सप्तमी विभक्ति आकाश शब्दस्य इन्द्रधनुः कर्मपदमस्ति इन्द्रधनुः इन्द्रधनुः कर्मपदं वा नो नो सारि इन्द्रधनुः प्रथमा विभक्ति एकवचन प्रथमाविभक्ति एकवचने कथं जानीमः तत्र धनुः अस्ति अपि तत्र धनुः अपि क्रियापदं किम् अस्ति तत्र क्रियापदं एकवचने अस्ति किं भवति तत्र कर्तृपदं किम् अस्ति आकाशे इन्द्रधनुः इन्द्रधनुः भवति इन्द्रधनुः प्रत्यक्षं भवति प्रत्यक्षम् इति तत्र दृष्ट्वा किं वक्तुं शक्नुमः प्रत्यक्षम् इति प्रत्यक्षं कर्मपदं किमर्थम् न भवति इति सत्यं भगिनि किन्तु तत्र वाक्ये भवती अवगच्छति जानामि किन्तु तत्र वाक्ये भवति इति क्रियापदमस्ति खलु हा तत्र भवति इति कीदृशक्रियापदं तत्र कर्मपदं भवति न वा भवति इति कीदृशक्रियापदं तत्र अहम् अहम् अहं तत्र पठामि इति अस्ति चेत् तत्र कर्मपदं भवितुम् अर्हति वा वयं प्रष्टुं शक्नुमः वा अकर्मकक्रियापदं तत्र कर्मपदं नास्ति तत्र अत्र किम् अस्ति इन्द्रधनुः भवति प्रत्यक्षं भवति इति प्रत्यक्षमिति पदं किं भवति विशेषणं भवति इन्द्रधनुः प्रत्यक्षं भवति कीदृश इन्द्रधनुः प्रत्यक्षम् इन्द्रधनुः भवति तत्र प्रत्यक्षम् इति रूपं दृष्ट्वा इन्द्रधनुः इति पदस्य लिङ्गं ज्ञातुं शक्नुमः वा तत्र प्रत्यक्षम् इति विशेषणम् अस्ति इन्द्रधनुः इति पदस्य अत्र सूर्यकुमारी भगिनी अत्र वदतु भगिनी तत्र किं भवति तत्र इन्द्रधनुः प्रत्यक्षम् इति अतः प्रत्यक्षम् इति कीदृशपदं भवति स्त्रीलिङ्गपदं वा नपुंसकलिङ्गपदं प्रत्यक्षं नपुंसकलिङ्गे अस्ति इति कृत्वा इन्द्रधनुः अपि नपुंसकलिङ्गे एव अस्ति प्रत्यक्षे इति वचनस्य भेदः भगिनि किन्तु लिङ्गभेदः नास्ति प्रत्यक्षः अथवा प्रत्यक्षा इति किम् अन्यत् रूपं भवेत् तत्र प्रत्यक्षम् इति अस्ति धनुः इति तत्र शकारान्तपदं धनुः धनुषि धनुंषि इति अस्ति, तत् नपुंसकलिङ्गपदम् अस्ति. हा अस्तु अग्रे ललितभगिनी. तदा तेषां चक्षूंषि प्रकाशितानि भवन्ति. चक्षूंषि चक्षुषि चक्षूंषि बहुवचनं. हा बहुवचनम् अस्तु. तत्र लिङ्गं किं लिङ्गं नपुंसकलिङ्ग. हा कथं जानीमः? समीचीनं भगिनि. हा कथं जानीमः? हा समीचीनं. तत्र विशेषणं दृष्ट्वा प्रकाशितानि इति दृष्ट्वा लिङ्गं तत् नपुंसकलिङ्गे अस्ति, अतः चक्षुंषि अपि अपि नपुंसकलिङ्गे अस्ति. अपि तत्र तेषाम् इति अस्ति. केषां? सप्तमी विभक्ति. न तेषां सप्तमी न, सप्तमी बहुवचनं. तेषां तेषाम् इति विभक्ति का तत्र? षष्टि. हा समीचीनं. षष्टि बहुवचनं. हा अस्तु. अतः केषां केषां केषां चक्षुंषि प्रकाशितानि भवन्ति? केषां इन्द्रधनुः? इदानीमेव भवती भगिनी भवती एव उक्तवती इन्द्रधनुः एकवचने अस्ति, किन्तु तेषां बहुवचने अस्ति खलु. अतः तत्र तेषाम् इति पदम् इन्द्रधनुः न सूचयति. अतः तत्र अर्थः कः? तत्र सूर्यकुमारी भगिनी वदति वा? बालाः क्रीडन्ति, क्रीडारताः भवन्ति. यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां बालानां चक्षुंषि प्रकाशितानि भवन्ति. अग्रे सूर्यकुमारी भगिनि अग्रे. मनांसि च हर्षेषु हर्षेण हर्षेण प्रफुल्लानि भवन्ति. हा तत्र मनांसि इति नपुंसकलिङ्गे एकवचनं बहुवचनं. हा प्रथमाविभक्ति बहुवचनं. हा प्रथमाविभक्ति बहुवचनं. हर्षेण तृतीय हर्षेण तृतीया विभक्ति. प्रफुल्लानि भवन्ति. हा प्रफुल्लानि इति कीदृशपदमस्ति तत्र वाक्ये? विशेषण विशेषणमस्ति मनांसि इति पदस्य. अतः अतः जानीमः मनांसि इति नपुंसकलिङ्गपदम् अस्ति इति. हा केषां मनांसि प्रफुल्लानि भवन्ति? बालानां बालानां चक्षुंषि प्रकाशितानि भवन्ति. बालानां मनांसि च हर्षेण प्रफुल्लानि भवन्ति. एतावत् तत्र बालानां विषयः. अग्रे भगिनि. कृषकाः क्षेत्राणि पृष्ट्वा बीजानि वपन्ति. हा तत्र वपन्ति इत्युक्ते? वपन्ति बहुवचनं प्रथमाविभक्ति बहुवचनम्. अर्थः कः वपन्ति इत्युक्ते? वपन्ति इत्युक्ते किं? वहन्ति बीजानि. हा बीजानि वपन्ति. वपन्ति इत्युक्ते किं? सोयिङ्ग् सोयिङ्ग्. हा सोयिङ्ग्. हा तत्र तत्र भूमौ स्थापयन्ति स्थापयन्ति. क्षेत्राणि कृष्ट्वा कृष्ट्वा कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति. क्रमेण सस्यसम्पत् वर्धते. हा सस्यसम्पत् सम्पत् तत्र दकारान्त पदं तत्र सम्पत् सम्पत् इति अथवा सम्पद् इति तत् जलाञ्जसन्ते. सम्पत् सम्पद् वर्तते. कस्य कोऽपि अन्य कोऽपि उक्तवान् वा? अस्तु. हा अस्तु सम्पत् स्त्रीलिङ्ग. सस्य सम्पद् स्त्रीलिङ्ग एकवचनं. सम्पत् सम्पत् सम्पत् आपद् अपि विपद् परिषद् इति गतवर्गे दृष्टवन्तः खलु. समीचीनं समीचीनम् अस्तु. तत्र तत् वर्धते क्रमेण. क्रमेण इत्युक्ते केवलम् इदानीं ते वपन्ति अग्रिमे दिने तत् सस्य सम्पत् भवति इति न, क्रमेण तस्य वर्धनं भवति इति. अस्तु, समीचीनं भगिनि, धन्यवादः. इदानीं तत्र गीताञ्जलि भगिनी वदति वा अग्रे. परं यदा अतिवृष्टिः भवति तदा महती विपत् सञ्जायते. अत्र तु यदा तदा एक इति वाक्यं, तादृशवाक्यं. परम् इत्युक्ते अनन्तरम्. अनन्तरं यदा अतिवृष्टिः भवति, अत्र तु वृष्टिः प्रथमविभक्ति, वृष्टिः भवति तदा महती विपत् सञ्जायते. तत्र वर्षाकालः अस्ति खलु भगिनि, तत्र वृष्टिः, वृष्टिः इति विषयस्य, वृष्टिः यदा भवति तत्र तेन कीदृशसन्तोषं जनाः अनुभवन्ति इति तद् प्रदर्शितमस्ति पूर्वम्. इदानीं तत्र किं, तत्र वर्षाकाले अतिवृष्टिः अपि भवितुम् अर्हति. अतिवृष्टिः, अतिवृष्टिः इत्युक्ते बहु बहु वृष्टि, तत्र अतः अधिक अधिक अधिकेन आधिक्येन यदा वृष्टिः भवति तदा किं भवति, यदि अधिकं वृष्टिः भवति तदनन्तरं किं महति आपत्ति विपत् आपत् विपत् आपत् समानं विपत् सञ्जायते भवति. आपत् सञ्जायते, सञ्जायते. तत्र महति इति विपत् तयोः मध्ये कीदृशसम्बन्धः, तत्तु विशेषणविशेष्य सम्बन्धः. विशेषणेन अतः अपि तत्रापि जानीमः विपत् इति स्त्रीलिङ्गे अस्ति इति सत्यं महोदय. विशेषणमस्ति तत् सुलभः भवति. तत्र अजन्तपदानां रूपाणि दृष्ट्वा हलन्तपदानां लिङ्गानां निर्णयं कर्तुं शक्नुमः. क्षम्यताम्, एकः प्रश्नः, शङ्का. प्रथमा विभक्ति एकवचन sampad sampat it should be no why it is krame sampad tatra vikalpa hasti bhagini tatra pas sandhi asti ha tatra sandhi sandhi karyam similarly mahati vipad api sandhi karyam aamam na tatra sandhi karyam tatra atra tatra सु इति अस्ति प्रत्ययः खलु भगिनि, तत्र किन्तु तत्र अग्रिमे पुटे पश्यन्तु, तत्र विकल्पः अस्ति, तत्र विपद् वा विपत् वा द्वयमपि साधु इति दत्तमस्ति. आपत् आपत् सम्पत् सम्पत् परिषत् परिषत्. धन्यवादः. इति सन्धिः एव विकल्पः अस्ति तत्र. सत्यं महोदय, सत्यं. सन्धिकारी अपि अस्ति, विकल्पः अपि अस्ति, अतः तत्र वयम् एतत् चिन्तितुं शक्नुमः, तत्र किमपि कार्यं नास्ति इति अपि चिन्तितुं चिन्तयितुं शक्नुमः सौलभ्यार्थम्. अस्तु, गीताञ्जलि भगिनि अग्रे. सरितां तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति. तत्र सरिताम् इति, तत्र सरितां तीरेषु इत्युक्ते षष्ठी, षष्ठी बहुवचनं, बहुवचने सरितां तीरेषु इति तु सप्तमी बहुवचने. तत्र सरिताम् इति स्थाने, सरिताम् इति स्थाने नदी स्थापयतु भगिनि, किं भवति? नद्याः नदीनां, नदीनां सप्तमी भगिनि. नदीनां तीरेषु षष्ठी बहुवचन, नदीनां उत्तमं. केषां तीरेषु? नदीनां, नदीनां कासु तीरेषु? नदीनां तीरेषु विद्यमानानि इत्युक्ते तत्र सन्ति. किं सन्ति अथवा कानि सन्ति? लघूनि गृहाणि इत्युक्ते गृहाणि, ग्रहाणि ते लघु सन्ति, जले निमग्नानि भवन्ति इत्युक्ते जले अन्तर्भूता भूतानि भवन्ति, अन्तर्भूतानि भवन्ति, अन्तर्भूतानि भवन्ति. तत्र अतिवृष्टिः अस्ति इति कृत्वा तत्र जलः उपरि आगच्छति खलु, तत्र सरितः जलम् उपरि आगत्य तत्र गृहेषु अन्तः अपि गृहस्य अन्तः अपि गच्छति, अतः तत्र गृहाणां निमग्ननम् इति प्रायशः अस्ति, तद् भवति. अग्रे पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते. पशुपक्षिणः इत्युक्ते जानवरः इत्युक्ते पशुः पक्षी सर्वे, लघवः प्राणिनः इत्युक्ते न्यूनं शरीरं प्राणिनः इत्युक्ते तत्र पशुपक्षिणः पशुपक्षिणः अपि प्राणिनः प्राणिनः च म्रियन्ते इत्युक्ते मृत्यु म्रियते म्रियन्ते म्रियते म्रियते म्रियन्ते आत्मनेपदी. अत्र अहं न जानामि किमर्थं तत्र तत्र विभक्ति का तत्र पशुपक्षिणः प्राणिनः बहुवचन प्रथम महोदय प्रथमविभक्ति खलु, अतः तत्र अहं चिन्तयामि एतत् प्रायशः पक्षी इति पुल्लिङ्गपदम् अस्ति, अपि प्राणी अपि पुल्लिङ्गपदम् अस्ति, प्राणिन् पक्षिन् इति इति वा, अथवा तत्र नकारन्त नाम नाम नामनि नामानि कर्म कर्मणि कर्माणि पक्षिणः इत्युक्ते तु एकवचन तत्र राजन् शब्द तादृश एव अस्ति खलु, तत्र नकारान्त गुणी गुणिनः तादृश एव अस्ति खलु, एतत् नपुंसकलिङ्गे नास्ति इति मन्ये. ओ हा कर्म कर्म कर्माणि इति अस्ति, अतः तत्र नकारान्तपदं तत्र एषः प्रायशः मुद्रणदोषः अस्ति इति मन्ये तत्र. पशुपक्षिणः इति पुल्लिङ्गे अस्ति, प्राणिनः अपि पुल्लिङ्गे अस्ति इति मन्ये. अत्र न न भगिनि बहुवचने एव, किन्तु तत्र पक्षिणः इति तत्र अतः बहुवचने अस्ति महोदय. लघवः इति पुल्लिङ्गपदं लघवः अपि पुल्लिङ्गः, तत्र लघूनि इति पूर्वमासीत् खलु, लघूनि गृहाणि इति लघूनि लघ्वी लघ्वयः इति सत्यं सत्यं महोदय सत्यं. तत्र गृहाणि अस्ति नपुंसकलिङ्गम् इति जानीमः, लघूनि इति अस्ति सत्यं महोदय धन्यवादः. तत्र प्राणिनः लघवः इति अस्ति, अतः पुल्लिङ्गपदमेव. प्राणिनौ प्राणिनः इति प्रायशः अस्ति अपि तत्र पक्षी पक्षी पक्षिणौ पक्षिणः सर्वत्र इनन्तशब्दाः ईकारान्त भवति प्रथमविभक्तौ, विद्यार्थिन् विद्यार्थिनी, अधिकारिन् अधिकारी. अतः किन्तु पुल्लिङ्गे अस्ति, अत्र मुद्रणदोषः अस्ति इति मन्ये, स्थूलक्षर स्थूलमुद्रणं न आवश्यकम् इति. अस्तु तत्र पक्षी इति जानीमः, जीव अपि प्राणी इति अस्तु. अग्रे भगिनि एवमेव एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति. तत्र किम् एवमेव इत्युक्ते किम् एवमेव इत्युक्ते तदेव इत्युक्ते लैक् देट् तादृशी अना किम् एवमेव इत्युक्ते तत्र पूर्णवाक्यं पूर्णवाक्यम् अतः भगिनि प्रथमतया तत्र सम्भवन्ति इति ततः आरम्भं कुर्मः. सम्भवन्ति किम् अथवा किं सम्भवन्ति? आपदः सम्भवन्ति. हा तदनन्तरम् अपि अपि आपदः सम्भवन्ति. अनावृष्ट्या अपि आपदः सम्भवन्ति. अनावृष्ट्या तृतीया विभक्ति अनावृष्ट्या माध्यमम् अनावृष्ट्या अपि आपदः सम्भवन्ति. इदानीं तत्र अपि इति अस्ति, अपि इति पदमस्ति, एवमेव इति पदमपि अस्ति. किमर्थम्? यदा अतिवृष्ट्या विपत् सञ्जायते तदा तत्र यदा न यथा यथा यथा यदा यदा इत्युक्ते यदा तदा इफ् देन् इति. किन्तु यथा अतिवृष्ट्या महती विपत् सञ्जायते तथा अनावृष्ट्या अपि आपदः सम्भवति. सम्भवन्ति, समीचीनं. सम्भवन्ति तत्र पूर्वम् एकवचने आसीत्, इदानीं बहुवचने अस्ति, तावदेव. समीचीनं. गीताञ्जलि भगिनी समीचीनं वा? विपरीतार्थकं महोदय. न विपरीतार्थक किमर्थं? केवलं तत्र एवमेव इत्युक्ते सा एव स्थितिः इति न, किन्तु अतिवृष्ट्यामपि अतिवृष्ट्यापि विपद् भवति, अनावृष्ट्यापि विपद् भवति. तदेव विपरीतमहोदय. अस्तु, विपरीत इति. अस्तु अस्तु भगिनि. अस्तु अस्तु, वृष्टिः इति वृष्टिः इति तत्र तत्र विपरीतम् अस्ति इति. अस्तु अस्तु भगिनि, अस्तु अस्तु. अग्रे अग्रे भगिनि. तदा जलस्य अभावेन सरितः शुष्यन्ति. यदि अनावृष्टिः भवति तदा जलस्य तु षष्ठी अभावेन सरितः शुष्यन्ति. सरितः तु तत्र जलम् एव नास्ति चेत् किं भवति? सरितौ सरितः स्त्रीलिङ्गपदं स्त्रीलिङ्ग बहुवचने. शुष्यन्ति इत्युक्ते शुष्यन्ति इत्युक्ते किमपि जलं नास्ति इत्युक्ते ड्रै अप् इति. अनावृष्ट्या अनावृष्ट्या तत्र सरितः शुष्यन्ति. सरितः स्त्रीलिङ्गं महोदय. सत्यं भगिनि, सरितः सरांसि सरिता सरिता स्त्रीलिङ्गे अस्ति बहुवचने. अग्रिमे पुटे अस्ति भगिनि तत्सर्वं, तत्र रूपाणि अपि गतवर्गे अपि स्त्रीलिङ्गरूपाणि दृष्टवन्तः वयम्. अस्तु गीताञ्जलि भगिनि, तत्र अग्रे पठामि वा? वृक्षाः विनश्यन्ति तत् तावदेव. अस्तु महोदय. वृक्षाः विनश्यन्ति इत्युक्ते यदि किमपि जलं नास्ति, अनावृष्ट्याः भवन्ति, अनावृष्टिः भवति यदा अनावृष्टिः भवति तदा वृक्षाः अपि विनश्यन्ति इत्युक्ते म्रियन्ते ते वृक्षाः म्रियन्ते. समीचीनं भगिनि, समीचीनं भगिनि. अस्तु अग्रे शुभदा भगिनी पठति वा? आं महोदय. कृषिकर्म असाध्यं भवति. कृषिकर्म कृष्याः तत्र कृषिः इति प्रायः अथवा कृषक कृषिः इति कृषेः कार्यम् इति प्रायः तत्र हरि अथवा मतिः प्रायशः हरि हरिशब्दः भवति इति स्वीकुर्मः. हरेः इति कृषेः कर्म कार्यं कार्यं कार्यम् अथवा कृषिकार्यम् अपि तदपि वक्तुं शक्नुमः. कृषिकार्यं कर्माणि कृषेः कर्माणि असाध्यं भवति. न तत्र कर्माणि इति वदामश्चेत् असाध्यानि भवन्ति. तत्र किम् किं भवन्ति कृषिकर्माणि अपि असाध्यम् इति विशेषणं भवति, अतः तत्र असाध्यानि भवन्ति इति. कृषिं विना कृषिं विना कृषिं विना धान्योत्पत्तिः एव न भवति. कृषेः विना धान्यानाम् उत्पत्तिः. तत्र कृषिं विना तत्र विना इति हा अस्तु तत्र विना इति तत्र द्वितीया तृतीया अपि पञ्चमी पञ्चमी अतः तत्र कृषेः इति तत्र भवती उक्तवती कृषेः तत्र पञ्चमीरूपं पञ्चमीरूपेण कृषेः विना धान्योत्पत्ति धान्यस्य उत्पत्तिः एव न भवति. हा तस्य उत्पत्तिः न भवति समीचीनं. अग्रे प्राणधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति. प्राणधारणवस्तूनां षष्ठी बहुवचन वस्तूनि अभावेन तृतीया तत्र वस्तु इति तत्र वयं जानीमः खलु तत्र गीतासोपने प्रथमभागे अस्ति वस्तूनि इति नपुंसकलिङ्गपदं वस्तूनि तत्र वस्तूनां षष्ठी बहुवचनं प्राणधारणवस्तूनां दोस् हू आर् विच् आर् एसेन्शियल्स् ऐ वाज़् ट्राइङ्ग् हा हा किन्तु अस्तु तत्र येन प्राणधारणं भवति तद् नास्ति चेत् तत्र प्राणानाम् आवश्यकम् इति यस्य अभावेन जीवनम् अशक्यं भवति इति हा तादृश प्राणः तानि वस्तूनि प्राणधारणवस्तूनि इति वक्तुं शक्नुमः तेषां वस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति. तद् नास्ति चेत् अभावः इत्युक्ते नास्ति इति नास्ति चेत् क्रमशः जीवनम् एव दुस्सहं भवति. क्रमशः इस् क्रमेण लोकानां जीवनम् एव तत्र लोके जीवनमेव दुस्सहं दुष्करं भवति अग्रे पठति वा अग्रे पठतु भगिनि. अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव. तत्र वृष्टेः इति अस्ति तत्र कृषेः इति विना इति पूर्वं पठितवती भगिनि तत्र कृषेः इति पञ्चमी आसीत् अत्र किम् अस्ति अतिवृष्टेः इति षष्ठी तत्र वृष्टिः इति प्रायशः स्त्रीलिङ्गे अस्ति इति मन्ये किन्तु तत्र मतिशब्दवत् अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव अस्ति. घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति. हा तत्र घनविपिनानां तत्र घनविपिनम् इत्युक्ते जङ्गल् घनवनम् अरण्यं हा घनविपिनानां घनारण्यानाम् अथवा घनवनानां घन तत्र घन इत्युक्ते तत्र निबिडं वनम् इति तत्र यत्र वृक्षाः बहु समीपे सन्ति तादृश निबिडम् अरण्यम् इति वदामः निबिडं वनं तादृशवनानाम् अनियन्त्रितनाशनेन कीदृशनाशनेन नाशः नाशः भवति नाशनेन भवति किन्तु कीदृशनाशनं नियन्त्रित नास्ति नाशनेन तत्र कोऽपि नियमः एव नास्ति नाशः भवतु इति तत्र इति तत्र क्रमशः नाशः किमपि नास्ति अनियन्त्रित नाशनेन पर्यावरणम् असन्तुलितं भवति. पर्यावरणं विशेषणविशेष्य भवति तत्र पर्यावरणम् इत्युक्ते वातावरणम् असन्तुलितं तत्र यत् तुल्यं तत्र तुल्यमित्युक्ते बेलेन्स् इति खलु तत्र असन्तुलितं तत्र तत्र तुल्य यत् यस्य यस्य प्रत्येकस्य वस्तोः तत्र यादृश तत्र किं परिमाणं भवेत् तादृशपरिमाणं नास्ति चेत् तत्र किं भवति तत्र असन्तुलितं भवति इति यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषानि भवन्ति सोरि यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति तत्र स्रोतांसि इति अस्ति तत् स्वीकुर्मः तत् कीदृशपदमस्ति जलस्रोतांसि मनस् लैक् तत्र नपुंसकलिङ्गे अस्ति प्रदूषितानि इति विशेषणम् अस्ति इति दृष्ट्वा तत्र कीदृशजलस्रोतांसि प्रदूषितानि जलस्रोतांसि भवन्ति अतः नपुंसकलिङ्गे अस्ति बहुवचने जल मनस् अतः तत्र जलस्रोतस् मनसि स्रोतसि स्रोतांसि इति हा तत्र प्रदूषितानि भवन्ति केन प्रदूषितानि भवन्ति ते तानि विषमयपदार्थानां मेलनेन कस्य मेलनेन विषमयपदार्थानां तत्र विष इति न तत्र विषमय तत्र सर्वत्र तेषु पदार्थेषु सर्वत्र विषपूरितपदार्थेन इति विषपूरितपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति तत्र अपि तत्र केवलं विषमयपदार्थानाम् इति मेलनेन इति तावदेव न तत्र निस्सरताम् निस्सरताम् इत्युक्ते तत्र बहिः आगच्छति कुतः बहिः आगच्छति तत्र यन्त्रगारेभ्यः यन्त्रागारेभ्यः निस्सरताम् तत्र यन्त्रागार तत्र गारेभ्यः तत्र यन्त्रागारः इति प्रायः पुल्लिङ्गे अस्ति इति मन्ये तत्र गारेभ्यः इति अस्ति चेत् तत्र विभक्ति का पञ्चमी बहुवचन बहुवचनं हा तत्र यन्त्रागारेभ्यः निस्सरताम् तत्र ततः आगतः आगतानां विषमयपदार्थानां मेलनेन अतः तत्र केवलं तत्र प्रकृते एव एतद् विषमयपदार्थाः पदार्थाः सन्ति इति न तत्र पूर्वं मानवः एव इति उक्तं खलु अतः तत्र यन्त्रागारेण तत्र मानवेन कृताः यन्त्रघार तत्र तत्र यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति तत्र पञ्चमी अस्ति अपि किं पदार्थानां षष्ठी अस्ति मेलनम् इति तृतीया अस्ति प्रदूषितानि प्रथमा विभक्ति निस्सरताम् इति तत्र निस्सरतां पदार्थानां तत्र हा तदपि षष्ठी एव अस्ति निस्सरता विषमयपदार्थानां तत्र भी आगत्यति तत्र सरति चलति इति तत्र सरति इति यादृश आसीत् सरति तत्र फ्लोस् हा फ्लोस् यत् विच् फ्लोस् औट् आफ् इति अर्थे यन्त्रागारेभ्यः क्षेपण्य मेबि हा तत्र तादृश तदपि तादृशरूपमपि वक्तुं शक्नुमः इति मन्ये अस्तु अग्रे पर्यावरणप्रदूषेण ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति पर्यावरणस्य प्रदूषणेन ऋतूनां षष्ठी बहुवचन पर्यावरणस्य षष्ठी एकवचन प्रदूषणेन तृतीया एकवचन ऋतूनां षष्ठी बहुवचन गतिविगतयः यथा पूर्वं दृष्टवन्तः खलु भगिनी दिक्षु विदिक्षु इति तत्र गतिविगति गतिविगतयः इति बहुवचने तत्र कालस्य मापनमस्ति खलु, तत्र प्रत्येक ऋतुः मासद्वयं भवति इति. किन्तु यदि तत् मासद्वयं न भवति अथवा विलम्बेन आगच्छति इति, तद् भवति गतिविगति. तत्र विगति तस्य परिवर्तिताः, गतिविगतयः परिवर्तिताः भवन्ति. हा, तत्र समयेन न आगच्छन्ति, समयेन न भवति अथवा भवन्ति. गतिविगति goes like mati, right? Ikaranta ha ha satyam satyam strilinga ha strilinga ikara kintu strilingam satyam pratham prathama bahuvachan parivartitaah visheshan visheshya parivartitaah visheshan akaranta strilingi ha satyam prathama bahuvachan bhavanti bhavanti samichanam bhagine ha ityukte unregulated. हा सत्यं भगिनि सत्यं, तत्र हा तत्र परिवर्तितः अनरेग्युलेटेड् न, तत्र अनन्त्री अनियन्त्रितं तद् भवति अनरेग्युलेटेड् इति. अत्र किं भवति, गति विगतयः, तत्र कमिङ्ग् एण्ड् गोयिङ्ग् अथवा तत्र हेपनिङ्ग् आफ् सीज़न्स् तत्र परिवर्तिताः भवन्ति, दट् गेट्स् डिस्टर्ब्ड् इति. गति विगति तत्र कमिङ्ग् एण्ड् गोयिङ्ग् इति, तत्वा तत्वा तत्र हेपनिङ्ग् the passing of seasons becomes unbalanced iti athwa changed. Astu coming and going ichukte passing ha rutunam rutunam tatra happening iti chintayatu bhagini ha tatra yasmin samaye tatra kim samvatsare yadha yatha asmin mase yesha rutu iti vadama kalu. किन्तु मासः भवति, किन्तु तस्मिन् तस्मिन् मासे अन्य अन्यः ऋतुः आगच्छति चेत् तत्र गतिविगतयस्य परिवर्तनम् इति. हा, तत्र दिक्षु विदिक्षु इतस्ततः तत्र पदद्वयं तादृशरूपं भवति. गति विगतिः इदानीं नौडेस् गति विगति आफ् जनानां अपि वैरस् विल् सत्यं सर्वं परिवर्ति इदानीं तु सर्वं परिवर्तितम् अस्ति. सत्यं सत्यं भगिनि सत्यं. अग्रे भगिनि. तेन समग्रपि जगत् परिवर्तते. तत्र केन ऋतूनां गतिविगतयः गतिविगत्याः परिवर्तनं परिवर्तनेन समग्रं जगत् अपि परिवर्तते. हा, तत् प्रायशः भवति भगिनि, किन्तु अत्र किम् अस्ति, तत्र परिवर्तिताः भवन्ति अस्ति, अपि अत्रापि परिवर्तते एव अस्ति, अतः एतदपि चिन्तनं भवेत् इति मन्ये. तत्र पर्यावरणप्रदूषेण ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति, अपि तेन पर्यावरणप्रदूषेण समग्रपि समग्रमपि जगत् परिवर्तते. तत्र प्रदूषं प्रदूषं तत्र पोल्यूषन् इति, प्रदूषेण केवलं गतिविगतयः ऋतूनां गतिविगतयः न, किन्तु समग्रमपि जगत् परिवर्तते. अन्तिमवाक्यम्. अतः पर्यावरण संरक्षणे वयं बद्धादराः भवेम. हा, तत्र पर्यावरणस्य संरक्षणे वयं भवेम, किं भवेम, बद्धादराः, तस्मिन् आदरः आदरः भवेत्, बद्धादरः. तत्र केवलम् अस्तु इदानीं तस्य पर्यावरणस्य आदरं करोमि इति न, तत्र आदरम् आदरः वयं बद्धादराः इत्युक्ते तत्र आदरं स्थिरं भवेत्, तादृशजनाः वयं भवेम इति. तत्र पर्यावरणस्य संरक्षणे बद्धादरः वयं सर्वे भवेम इति. अस्तु, समीचीनमस्ति. अतः तत्र हलन्त स्त्रीलिङ्ग नपुंसकलिङ्ग अपि तत्र प्राणिनः पक्षिणः अपि आसीत्, अतः पुल्लिङ्गपदानामपि अभ्यासं तत्र प्रयोगे इति मन्ये सत्यम् उत्तमपुरुष बहुवचन हा अस्तु तर्हि बहु समीचीनमस्ति अतः अग्रिमवर्गे तत्र अभ्यासः यत् अस्ति अग्रिमे पुटे तद् सर्वं कृत्वा तदनन्तरं तत्र स्वारस्या कथा एका अस्ति तत्र पेज् 18 मध्ये तद् तद् अग्रिमवर्गे कर्तुं शक्नुमः अथवा न्यूनातिन्यूनम् आरम्भं कर्तुं शक्नुमः तत्र हलन्तशब्दानां द्वितीया तृतीया चतुर्थी विभक्तयः इति विषयः अस्तु तर्हि तत्र अग्रिमे वर्गे यदि कर्तुं शक्नुवन्ति चेत् तत्र वणिज् इति पदस्य अपि सुहृद् इति पदस्य किञ्चित् कण्ठस्थीकरणं कुर्वन्तु तत्र विभक्तिरूपाणां अस्तु तर्हि तत्र कोऽपि अन्ते कोऽपि श्लोकम् अथवा शान्तिमन्त्रम् इति कोऽपि वदति वा अथवा कापि वदति वा कामाक्षी भगिनी वक्तुम् इच्छति वा अस्तु अन्य कोऽपि अस्तु श्रीनिवास महोदय अस्तु वदतु महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः महोदय धन्यवादः सर्वेषां धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः महोदय